नमस्सर्वेभ्यः. अस्माकं नूतनपाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति धातुगणाः इति विषयः अनुवर्तते. गते सप्ताहे वयम् एतस्मिन् विषये परिचयं प्राप्तवन्तः, सम्यक्तया अधीतवन्तः च. इदानीं किञ्चित् पुनःस्मरणं कृत्वा अग्रे सरेम. किं किम् अधीतवन्तः इति एकवारं पश्यामः, तदनन्तरम् अग्रे सरेम. अत्र दशधातुगणाः सन्ति इति जानीमः इति पठितवन्तः. कोऽपि वदति वा अत्र गणचिन्तनं कुत्र भवति? वदतु. धातुमध्ये? हा, धातुमध्ये तु सत्यम्. अत्र कीदृशलकारेषु गणचिन्तनं भवति? हा, समीचीनं. तर्हि अत्र धातुगणचिन्तनं, दशगणानां चिन्तनं कुत्र भवति इति चेत् लट् लकारे भवति, लोट् लकारे भवति, लङ् लकारे भवति, विधिलिङ् लकारे भवति. तर्हि अत्र प्रत्येकस्मिन् गणे भिन्नभिन्नविकरणप्रत्ययः भवति, अतः तत्र प्रत्येकस्मिन् गणे. नमस्कारः मीना भगिनी, किञ्चित् म्यूट् करोतु, ध्वनिः अस्ति. अस्तु, धन्यवादः. हा, तर्हि अत्र प्रत्येकस्मिन् गणे भिन्नभिन्नविकरणप्रत्ययः भवति इति अपि वयं दृष्टवन्तः. तर्हि अत्र प्रत्येकस्मिन् गणे रूपाणि भिद्यन्ते. किमर्थं भिद्यन्ते रूपाणि? सत्यं सत्यं, विकरणप्रत्ययस्य कारणेन एव रूपाणि भिद्यन्ति. कुत्रचित् मध्ये आ इति श्रूयते, कुत्रचित् मध्ये नो इति श्रूयते, कुत्रचित् ओ इति श्रूयते. तर्हि विकरणप्रत्ययस्य भेदेन रूपाणि भिद्यन्ते. यदि वयं जानीमः अत्र रूपं दृष्ट्वा वयं बहुत्र ज्ञातुं शक्नुमः कस्मिन् गणे अस्ति इति ज्ञातुं शक्नुमः. परन्तु कुत्रचित् ज्ञातुं न शक्नुमः, यतोहि अत्र गुवादिगणे मध्ये विकरणप्रत्ययः अ इति अस्ति, तुदादिगणे अपि अ इति एव अस्ति. तर्हि अत्र कोऽपि धातुः अस्ति, धातुद्वयम् अस्ति, उभयत्र अ इति एव श्रूयते चेत् तर्हि कथं ज्ञातुं शक्नुमः इति चेत् तस्मिन् सन्दर्भे किञ्चित् क्लेशः भवति. अतः धातुपाठं दृष्ट्वा अवगन्तुं शक्नुमः तस्मिन् सन्दर्भे. नो चेत् बहुत्र धातुं दृष्ट्वा ज्ञातुं शक्नुमः धातुः कस्मिन् गणे अस्ति इति. अस्तु, दशगणाः सन्ति. तर्हि प्रथमः गणः कः? भुवादिगणः. तत्र विकरणप्रत्ययः कः? हा, शप् इति विकरणप्रत्ययः. तर्हि अ इति अवशिष्यते. हा, सम्यक्. सकारपकारयोः लोपानन्तरम् अ इति अवशिष्यते. अस्तु, समीचीनं. तर्हि अत्र द्वितीयः गणः कः? अदादिगणः. हा, अदादिगणः द्वितीयः गणः. तत्र विकरणप्रत्ययः कः? विकरणप्रत्ययः नास्ति. विकरणप्रत्ययः आसीत्. विकरणप्रत्ययः पूर्वं किम् आसीत्? लोपः. हा, शप् एव विकरणप्रत्ययः, परन्तु तस्य लोपः भवति. लोपः भूत्वा तत्र किमपि न अवशिष्यते. तर्हि तत्र विकरणप्रत्ययः नास्ति इति मन्तव्यम्. अस्तु, तत्र वयं दृष्टवन्तः अस्ति इति रूपमपि च प्रसिद्धधातुः अस्ति. अस्ति. हा, महादेवन् महोदय किञ्चित् म्यूट् करोतु महोदय, प्रतिध्वनिः अस्ति. हा, धन्यवादः. अस्तु, इदानीं तृतीयः गणः कः? जुहोत्यादिगणः. तत्र तस्य लक्षणं किम्? द्वित्वं विकरणप्रत्ययः नास्ति परन्तु द्वित्वं धातोः विकरणप्रत्ययः अस्ति स्लु लोपः सत्यं सत्यं शप् इति विकरणप्रत्ययः अस्ति तस्य लोपः भवति श्लू इति अनेन श्लू इति विशिष्टः लोपस्य नामकरणमस्ति विशिष्टनामकरणमस्ति तत्र श्लू इत्यनेन किमपि कार्यं भवति व्याकरणे अतः श्लू इति नामकरणम् इदानीं लोपः इति अवगच्छामः तर्हि शप् इत्यस्य लोपः भवति अपि च जुहोत्यादिगणे द्वित्वं भवति इति वैशिष्ट्यम् अत्र रूपमस्ति धा इति धातुः ददाति इति रूपम् अनन्तरम् अत्र चतुर्थः गणः कः दिवादिगणः दिवादिगणे विकरणप्रत्ययः कः यकारः अस्ति यकारः अस्ति वा किम् अस्ति अत्र यकारः अस्ति केवलं यकारः एव अस्ति वा अन्य कोऽपि केवलं यकारः अस्ति वा यकार उत्तरवर्ति अकारः अपि अस्ति खलु य इति अवशिष्यते हा तर्हि तत्र नश्यति नृत्यति इति तादृशरूपाणि अस्तु समीचीनम् अनन्तरं पञ्चमः गणः स्वादिगणः स्वादिगणः विकरणप्रत्ययः कः श्नु श्नु इति विकरणप्रत्ययः तत्र किम् अवशिष्यते नो अवशिष्यते नो इति भवति गुणः भूत्वा नो इति भवति हा तर्हि अत्र आप् धातुः आप्नोति शक्नोति शक्नोति चिनोति इत्यादीनि रूपाणि अस्तु समीचीनं षष्ठमः गणः तुदादिगणः तुदादिगणे विकरणप्रत्ययः कः ष इति विकरणप्रत्ययः किम् अवशिष्यते समीचीनं तर्हि तत्र मिलति लिखति इत्यादीनि रूपाणि सप्तमः गणः कः रुदादिगणः अत्र किं वैशिष्ट्यम् ष्णम् इति विकरणप्रत्ययः नकारः एव अवशिष्यते परन्तु अत्र धातोः मध्ये नकारः आगच्छति हा अत्र एकं वक्तुमिच्छामि यत्र वयं नकारः अथवा यकारः इति वदामः यकारः तु व्यञ्जनमस्ति परन्तु यत्र यकार उत्तरवर्ति अकारः अपि अस्ति तत्र यकारः इति न वक्तव्यं य इति वक्तव्यं हा अत्रापि न अस्ति न तु नकारः अस्तु तर्हि अत्र छिद् छिनत्ति त्रिद् तृणत्ति इति तादृशरूपाणि अस्तु समीचीनं तर्हि अत्र अष्टमः गणः कः तनादिगणः विकरणप्रत्ययः कः उ इति विकरणप्रत्ययः गुणः भूत्वा ओ इति तर्हि तर्हि धातुः तिङ् प्रत्ययोः मध्ये ओकारः श्रूयते करोति तृणोति सनोति इति तादृशरूपाणि अस्तु नवमः गणः कयादिगणः तत्र विकरणप्रत्ययः कः न एव अवशिष्यते हा षकारस्य लोपानन्तरं न इति अवशिष्यते अत्र प्रसिद्धरूपम् अस्ति क्रीणाति जानाति गृह्णाति इति तादृशरूपाणि अस्तु सम्यक् दशमः गणः कः चुरादिगणः चुरादिगणः अत्र विकरणप्रत्ययः कः निच् प्लस् शप् निच् प्लस् शप् सत्यं चुरादिगणे सर्वत्र प्रथमतया धातुतः निच् इति प्रत्ययः विधीयते तदनन्तरं तत्र नूतनधातुः भवति अत्र चुर् इति धातुः स्वीकुर्मः चेत् धातुं स्वीकुर्मः चेत् चुर्योगः निच् चुर्योगः णिच् तत्र णिच् इति योजयित्वा चोरी इति नूतनधातुः अस्ति चोरी चोरी इति नूतनधातुं स्वीकृत्य तत्र शप् इति विधीयते शप् मध्ये विधीयते विकरणप्रत्ययरूपेण, तर्हि चोरियोगः शप्योगः इति, तत्र चोरयति इति रूपं भवति. अस्तु साधु. हा तर्हि एतावता कोऽपि प्रश्नः? अस्तु तर्हि सर्वं स्पष्टमस्ति इति मन्ये. भगिनी पुनः एकवारं वदतु, यकार य भेदः अस्ति? हा यकारः इति व्यञ्जनमस्ति. यदि वयं यकारः वकारः लकारः इति वदामः तर्हि तत् केवलं व्यञ्जनमस्ति, तत्र स्वरः नास्ति. यदि वयं य इति वदामः चेत् तत्र स्वरसहितरूपम् अस्ति. इत्युक्ते यकारः अनन्तरं योगः अकारः, तर्हि य इति भवति. नकारः योगः अकारः न इति भवति. तर्हि अत्र यत्र कुत्रापि वयम् उच्चारयितुम् इच्छामः तत्र नकारः अस्ति वा अथवा नकार उत्तरवर्ती अकारः अपि अस्ति वा इति सर्वं दृष्ट्वा एव उच्चारणीयम्. अत्र नकारः इति वदामः चेत् मम मनसि तु केवलं व्यञ्जनमेव, न तु नकार उत्तरवर्ती अकारः. अस्तु प्रश्नमग्नि भगिनि, प्रश्नः वदतु. किमर्थं क्षालयति इति भवति, कथयति इति भवति, किमर्थं दीर्घः भवति? हा उत्तमप्रश्नः, उत्तमः प्रश्नः. अत्र किमपि विशिष्टकार्यमस्ति भगिनि, कथयति इत्यस्मिन् सन्दर्भे विशिष्टकार्यमस्ति. तत्र उपदादीर्घः उपदादीर्घः तस्मिन् सन्दर्भे न भवति. अत्र किञ्चित् हा हा किञ्चित् सूत्रमस्ति अत्र, अचः परस्मिन् पूर्वविधौ इति एकं सूत्रमस्ति. तेन सूत्रेण अत्र कथ इति कत इत्यस्य अन्ते ह्रस्व अकारः अस्ति, ह्रस्व अकारान्तधातुः अस्ति कत. हा षल् इति तत्र हलन्तधातुः, अतः तत्र किञ्चित् विशिष्टकार्यमस्ति. एवमेव अत्र गण इत्यस्मिन् अपि तथैव. अस्तु अग्रे गत्वा वयम् एतत् सर्वं वयं विस्तृतरूपेण पठिष्यामः. इदानीं एतावत् स्वीकुर्मः, तत्र किञ्चित् कार्यम् अस्ति इति चिन्तयित्वा स्वीकुर्मः. तर्हि इदानीम् अग्रे सरेम, प्रश्नः नास्ति चेत् अग्रे सरेम. अस्तु षल् इति षल् धातुः हलन्तः अस्ति, हलन्तः नास्ति वा? हलन्तमेव कत् कत् गण् चल् सर्वमेव हलन्तः धातुः. किमर्थं चालयति चल् एव चालयति भवति? क्षणं षल् इति धातुः, षल् इति धातुः हलन्तधातुः. तत्र षल् योगः क्षल् योगः णिच् इति अस्ति. तत्र एकं सूत्रमस्ति अत उपदायाः इति सूत्रेण उपदादीर्घः भवति. उपदादीर्घः न, परन्तु कत् इति अदन्तम् अङ्गमस्ति, तत्र विशिष्टकार्यमस्ति भगिनि. कत् कत इति धातुः अस्ति, कतयोगः णिच् कतयोगः कत् इति नास्ति, कत कथगणः. तत्र विशिष्टकार्येण उपरदीर्घः न भवति. अस्तु तर्हि नूतनकरपत्रं कृपया उद्घाटयन्तु. गुणः इति करपत्रम् अस्ति वा? उद्घाटितमस्ति वा? आं भगिनि. हा अस्तु आम्. तर्हि अत्र मोहन् महोदय आरम्भं करोति वा? आं भगिनि. एकक्षणम्, अन्ये सर्वे कृपया म्यूट् कुर्वन्तु. हा मोहन् महोदय कृपया. गुणः धातुः प्रथमे गणे अस्ति वा षष्ठे गणे अस्ति वा? प्रथमे गणे विकरणप्रत्ययस्य अ इति भागः अवशिष्यते। षष्ठे गणे अपि सा एव गतिः। तर्हि यत्र धातुः तिङ् प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति? उत्तरं, दशनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते। यत्र धात्वङ्गे गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते। अधुना अग्रे गच्छेमः, पश्यामः इदं सर्वं कथं भवति। एतावता वदतु महोदय। भगिनी, भुवादिगणे प्रत्ययस्य शप् विकरणप्रत्ययस्य अ इति भागः अवशिष्यते। षष्ठे गणे तुदादिगणे अपि शप्रत्यये विकरणप्रत्यये अस्ति, एतस्य अपि अ अवशिष्यते। अतः द्वयोः गणयोः अकारः अवशिष्यते। तर्हि वयं कथम् एतयोः मध्ये अन्तरं कर्तुं शक्नुमः? तो एतस्य प्रश्नम् उदेति। सत्यं सत्यं, तर्हि उत्तरं किं? तो तस्य उत्तरम् अस्ति यत् मात्रदर्शनेन वयं न ज्ञातुं शक्नुमः किम् एतस्य धातु भ्वादिगणे वर्तते अथवा तुदादिगणे वर्तते। किन्तु यदि धातोः अङ्गे गुणः दृष्टिगोचरे भविष्यति तर्हि एतस्य लक्षणम् अस्ति यत् एतः भ्वादिगणे वर्तते। एषा धातु यदि तस्य धातोः गुणादेशः न भवति तर्हि एतस्य सङ्केतः अस्ति यत् एतः तत्तुदादिगणे धातु वर्तते। हा, समीचीनं सम्यक्। तर्हि इदानीम् अत्र विषयः अस्ति प्रथमगणः अपि च षष्ठगणः द्वयोः भेदः कः। न, तृतीयकरपत्रम् अत्र गुणः इति करपत्रम् अस्ति खलु, गुणः प्राप्तं वा? भगिनी, अहम् अपि च न प्राप्तं। मम ई पत्रे प्रथमकरपत्रम् अस्ति गुणः। ई पत्रे दिनाङ्के? ह्यः एव मया प्रेषितम्। मम ईमेल् अनौन्स्मेण्ट् आसीत् खलु तस्मिन्। भवती नाम ईमेल्? हा हा, श्रीविद्या इति नाम्ना। ओ, श्रीविद्या इति। वस्तुतः अद्यापि प्रेषितमस्ति स्वरूपमहोदयस्य सकाशात्। तदेव उद्घाटितवती। सत्यं सत्यं, स्वरूप महोदय अपि अद्य सायङ्काले षड्वादनपर्यन्तम् एकम् आगतमस्ति। सत्यं, तस्मिन् अपि अस्ति। तस्मिन् अपि अस्ति, मया तदेव उद्घाटितम्। लेटेस्ट् ई पत्रम् अस्ति महोदयस्य, तत्र प्रथमकरपत्रम् अस्ति। प्राप्तं वा? अस्तु, तर्हि प्राप्तं भगिनी, धन्यवादः। अस्तु अस्तु, समीचीनम्। अस्तु, तर्हि इदानीम् अत्र प्रश्नः अस्ति प्रथमगणः अपि च षष्ठगणः द्वयोः भेदः कः इति। तस्मिन् विषये इतोपि अग्रे गमनात् प्राक् किञ्चिदेव अन्ये गणे का गतिः इति एकवारं परिशीलयामः। अत्र धातुः जुहोत्यादिगणे अस्ति अथवा अदादिगणे अस्ति, कथं ज्ञायते? जुहात्यादिगणे व्यम्बिकरणकृतस्य लुक् भवति, लोपः भवति, द्वित्वं भवति। जुहोत्यादिगणे विकरणप्रत्ययस्य लुक् भवति वा श्लू भवति वा? श्लू भवति प्रत्ययस्य। उभयत्र जुहोत्यादिगणे अपि विकरणप्रत्ययः न तिष्ठति, अदादिगणे अपि विकरणप्रत्ययः न तिष्ठति, उभयत्र विकरणप्रत्ययस्य लोपः भवति, इत्युक्ते अपगमनं, प्रत्ययस्य अपगमनं भवति। परन्तु अत्र वैशिष्ट्यं किं, जुहोत्यादिगणे वैशिष्ट्यं किम् इति चेत्, जुहोत्यादिगणे द्वित्वं भवति, अदादिगणे द्वित्वं न भवति। अतः अत्र रूपं दृष्ट्वा बहुत्र ज्ञातुं शक्नुमः, अस्तु अत्र द्वित्वम् अस्ति। दा इति धातुः अस्ति चेत् दधाति, भी इति अस्ति चेत् भी भेति, इति तादृशरूपं दृष्ट्वा अस्तु अयं धातुः ज्योत्यादिगणे अस्ति इति ज्ञातुं शक्नुमः. अस्तु, तत्र तु सुलभमेव ज्ञातुं शक्नुमः. इदानीम् अत्र धातुः स्वादिगणे अस्ति वा अथवा तनादिगणे अस्ति वा इति कथं ज्ञायते? स्वादिगणस्य विकरणप्रत्यय अस्ति शृणु, तत्र नु अवशिष्यते और नु नु इत्ययोः गुणादेश भवति नौ, तो नौ अस्ति विकरणस्य नकारः. सुधातुः अस्ति तो सु प्लस नौ प्लस तिङ् प्रत्यय सुनौति. तनादिगणे उ विकरणप्रत्यय अस्ति, तस्य ओ गुणादेशे भवति, तत्र तनोति, तो अत्र नकारे अस्ति, तत्र धातोः नकारे अस्ति. तो स्वादिगणे नकारे विकरणप्रत्ययस्य नकारे अस्ति, किन्तु तनादिगणे नकारे धातोः नकारे अस्ति. सम्यक्, समीचीनं. स्पष्टमस्ति वा सर्वेषां कृते तनादिगणः अपि च स्वादिगणः तयोः भेदः? स्वादिगणे विकरणप्रत्ययः श्नु इति विकरणप्रत्ययः अनुबन्धलोपानन्तरं तत्र नो इति अस्ति, गुणः भूत्वा नो इति दृश्यते, नो इति अस्ति विकरणप्रत्ययः. अतः तत्र रूपं दृष्ट्वा रूपस्य मध्ये नो इति अस्ति चेत् तत्र प्रायः स्वादिगणे अस्ति इति ज्ञातुं शक्नुमः. तनादिगणे उ इति विकरणप्रत्ययः, गुणः भूत्वा ओ इति भवति, तर्हि धातोः मध्ये ओकारः अस्ति चेत् तर्हि तत्र तनादिगणे अस्ति इति ज्ञातुं शक्नुमः. परन्तु इदानीम् अत्र तनोति इति रूपं दृष्ट्वा कथं ज्ञायते तनोति इति रूपं तत्र स्वादिगणे अस्ति वा अथवा तनादिगणे अस्ति वा इति कथं ज्ञायते? अन्य कोऽपि वदतु. वदतु विजयलक्ष्मी भगिनी. धातोः रूपं दृष्ट्वा तन् इति अस्ति किल, नकारः धातु मध्ये एव अस्ति, परन्तु स्वादिगणे धातोः अन्ते नास्ति. समीचीनं. धातोः नकारः धातोः भागः अस्ति वा अथवा विकरणप्रत्ययस्य भागः अस्ति वा इति दृष्ट्वा ज्ञातुं शक्नुमः अत्र कस्मिन् गणे अस्ति इति ज्ञातुं शक्नुमः. समीचीनम्. अनन्तरम् इदानीम् अत्र दिवादिगणे विकरणप्रत्ययः य इति अवशिष्यते, चुरादिगणे अय इति अस्ति, तत्र निच् शप् सर्वं योजयित्वा अय इति आगच्छति, तर्हि तत्र द्वयोः भेदः कथं ज्ञायते? कः वदति, का वदति? निच् निच् इति प्रेरणा भवति खलु, प्रेरणार्थे भवति वा? हा, निश्चित् न प्रेरणार्थे नास्ति, चुरादिगणे स्वार्थे एव निच् स्वार्थेन स्वार्थे एव निच् प्रत्ययः भवति. इत्युक्ते अत्र निच् प्रत्ययस्य विशिष्टः अर्थः नास्ति, केवलं धातोः पोषणमेव करोति. दिवादिगणे य इति अस्ति किल, तस्य पुरतः यद् अक्षरः अस्ति तस्य अकारः नास्ति, स्वरः नास्ति. कुत्र स्वरः नास्ति? दिवादिगणे दिवादिगणे केवलं य अस्ति, चुरादिगणे अय इति अस्ति. अय इति अस्ति, तर्हि अत्र नश्यति अपि च कथयति अत्र रूपं रूपद्वयं दृष्ट्वा कथं ज्ञायते? कथयति मध्ये अ प्लस् अ इति अस्ति, नश्य मध्ये न श नो अ य इति अस्ति, तद्दृष्ट्वा अवगन्तुं शक्यते. हा, तर्हि तत्र नश् योगः य योगः ति इति अस्ति, तर्हि तत्र नश् इत्यस्य अनन्तरम् अकारः नास्ति, परन्तु अत कत् योगः अय इति अस्ति, कत् इत्यस्य अनन्तरम् अकारः अस्ति, अतः अत्र चुरादिगणे अस्ति इति ज्ञातुं शक्नुमः. गण्यति कथ्यति इति नास्ति, गणयति कथयति इति अस्ति. सत्यं सत्यं, समीचीनम्. अस्तु, तर्हि एतावता स्पष्टम् अस्ति इति मन्ये. भगिनी भगिनी एकः प्रश्नः, भगिनी निच् निच् किमपि अर्थः न दत्तम् अत्र? निच् इति प्रत्ययस्य विशिष्टः अर्थः नास्ति भगिनि. चुरादिगणे सर्वत्र णिच् प्रत्ययः प्रथमतया विधीयते. धातुः अस्ति, प्रथमतया णिच् प्रत्ययः आगच्छति, तर्हि नूतनधातुः निष्पद्यते. तदनन्तरं यथा भुवादिगणे शप् आगच्छति, एवमेव चुरादिगणे अपि शप् आगच्छति. किन्तु क्षम्यतां महोदय, किन्तु अत्र अन्यस्थाने णिच् प्रत्यय विशेष अर्थ ददाति. हा हा, प्रेरणार्थे अर्थ. अत्र कोऽपि म्यूट् करोतु, किञ्चित् ध्वनिः अस्ति, अनन्तरम् अन्म्यूट् करोतु प्रश्नस्य कृते. महादेवन् महोदय कृपया म्यूट् करोतु एकक्षणं. हा, अत्र चुरादिगणे निच् प्रत्ययस्य विशिष्टः अर्थः नास्ति. अत्र प्रेरणार्थे निच् प्रत्ययस्य विशिष्टः अर्थः अस्ति. इत्युक्ते यः प्रयोजककर्ता अस्ति सः अन्यं प्रेरयति, तस्मिन् अर्थे प्रेरणार्थे निच् प्रत्ययः विधीयते. परन्तु चुरादिगणे तादृश अर्थः नास्ति, सामान्य अर्थः एव. इत्युक्ते बालकः चोरयति इति सः स्वयं चोरणकार्यं करोति, सः एव कार्यं करोति. इत्युक्ते अन्यं न प्रेरयति, तादृश अर्थः नास्ति अत्र. चोरयति तु चोरयति एव तिष्ठति प्रेरणार्थे एव न. हा, प्रेरणार्थे अपि चोरयति एव तिष्ठति, परन्तु तत्र तु प्रेरणार्थे तु वयं यः यः कार्यं करोति स्वयमपि करोति, अन्यान् अपि प्रेरयितुं शक्नोति. वाक्ये दृष्टामः तत्तु अर्थं गम्यते. हा, एकः मनुष्यः अन्यं प्रेरयति चोरणकार्यं कर्तुम्. अतः तस्मिन् सन्दर्भे तत्र प्रेरणार्थे निच् इत्यस्य प्रयोगः भवति. अस्तु भगिनि, स्वार्थे निच् स्वार्थे अस्ति इति किम् इति अर्थः किं मन्ये भवती उक्तवती तत्र स्वार्थे अर्थ भवति, प्रेरणा नास्ति. चोरयति अर्थात् स्वः तत् कार्यं करोति, अन्य कोऽपि कार्यं कर्तुं प्रेरणा न ददाति, अस्ति किल? सत्यं, चुरादिगणे स्वार्थे अस्ति, चुरादिगणे अन्यं प्रेरणा प्रेरयति, स्वयमेव कार्यं करोति. अतः स्वार्थे इति वदामः. इत्युक्ते अत्र चोरयति कथयति इत्युक्ते अहं कथयामि इत्युक्ते अहमेव कार्यं करोमि, अहमेव वदामि, हा अहमेव कार्यम्. अतः इदानीम् अत्र प्रेरणार्थे निच् इत्यस्मिन् विषये चिन्ता नास्ति. इदानीम् अस्माकं विषयः हा, अतः इदानीम् अत्र स्वार्थे निच् अस्ति चेत् तत्र विशिष्ट अर्थः नास्ति. यथा अत्र भवति इति वदामः चेत् अत्र भवति, कथयति, क्रीणाति इति स्वयमेव कार्यं करोति. एवमेव अत्र चुरादिगणे अपि स्वयमेव कार्यं करोति, तस्मिन् अर्थे एव अस्ति स्वार्थे इति. अस्तु, स्वार्थे इत्युक्ते स्वस्य कृते, स्वस्य कृते यत्किमपि कार्यं कुर्मः स्वार्थे इति अस्ति. अस्तु अस्तु, तर्हि अग्रे अत्र करपत्रे अत्र इदानीम् अस्माकं विषयः अस्ति भुवादिगणे प्रथमगणः अपि च षष्ठगणः, तयोः भेदः कः इति. महोदय सम्यक्तया उक्तवान् तत्र भुवादिगणे गुणः भवति, परन्तु तुदादिगणे गुणः न भवति. तादृशकार्यं दृष्ट्वा ज्ञातुं शक्नुमः धातुः कस्मिन् गणे अस्ति इति. तर्हि इदानीम् इतोपि अग्रे सरेम. अत्र राधिका भगिनी पठति वा अग्रे द्वितीयः बिन्दुः? द्वितीयबिन्दुः पठामि. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना. सिद्धान्ते स्वरस्य परिवर्तनं भवति, विकृतरूपस्य गुणसंज्ञा भवति. अस्मिन् कोष्टके पश्यतु, स्वरः उपरि अस्ति, अधः गुणः अस्ति. इति स्वरः गुणं भूत्वा ए इति परिवर्तनं भवति. उ अस्ति, तस्य गुणः भूत्वा, तयोः गुणं भूत्वा ओ इति ओ इति भवति, ऋ इति अस्ति, अत्र अर् भवति इति अत्र अस्ति. उदाहरणार्थं वयं धातुगुणः पश्यामः चेत् अत्र प्रथम गणे द्वादिगणे क्रीड् इति धातुः अस्ति, न तत्र न शुच् इति धातुः अस्ति, तत्र उकारः अस्ति, तत् तस्य गुणं भूत्वा शोचति इति आगच्छति. शोचति इति आगच्छति, तत्र उकारस्य गुणः कः? ओकारः. ओकारः, तर्हि शोचति इति रूपम् आगच्छति. सम्यक्, समीचीनं. तर्हि अत्र किम् अस्ति इत्युक्ते, वयं सर्वे तु गुणसन्धिः इति जानीमः एव. तत्र गुणसन्धौ किं भवति इति चेत्, अत्र अकारः योगः इकारः अथवा ईकारः अस्ति चेत् द्वयोः स्थाने एकारः भवति, तथैव अत्रापि. परन्तु अत्र अकारः पूर्वं नास्ति, अत्र केवलम् इकारः अथवा ईकारः अस्ति चेत् एकारः भवति. इकारस्य स्थाने अपि एकारः भवति, ईकारस्य स्थाने अपि एकारः भवति. एवमेव अत्र गुणसन्धौ अकारः योगः उकारः अथवा ऊकारः अस्ति चेत् ओकारः भवति खलु. एवमेव अत्रापि, परन्तु अत्र पूर्वम् अकारः नास्ति, केवलम् उकारः अथवा ऊकारः अस्ति चेत् ओकारः इति गुणः भवति. एवमेव ऋकारः अथवा दीर्घऋकारः अस्ति चेत् तत्र अर् इति आगच्छति. गुणसन्धौ अपि तथैव भवति, अकारः योगः ऋकारः अथवा ऋकारः अस्ति चेत् द्वयोः स्थाने अर् इति भवति खलु. एवमेव केवलम् अत्र सर्वत्र अकारः नास्ति पूर्वम्, इत्युक्ते धातोः अन्ते स्वरः अस्ति. कीदृशस्वरः इति चेत् इकारः अथवा ईकारः अस्ति चेत् तत्र एकारः आगच्छति. उकारः अथवा ऊकारः अस्ति चेत् धातोः अन्ते, तर्हि ओकारः आगच्छति. ऋकारः अथवा ऋकारः अस्ति चेत् अर् इति आगच्छति धातोः अन्ते. अस्तु, भगिनी उक्तवती शुच् इति धातुः. शुच् इति धातौ धातोः अन्ते नास्ति, तत्र इकारः अथवा उकारः ऋकारः धातोः अन्ते नास्ति, इत्युक्ते अन्तिमवर्णात् पूर्वम् अस्ति उकारः. शुच् इत्यस्मिन् अन्ते चकारः अस्ति, शुच् इत्यस्मिन् धातौ अन्ते चकारः अस्ति, चकारात् पूर्वम् उकारः अस्ति, तर्हि तत्रापि गुणः भवति. उकारस्य ओकारः, शु इत्यस्य स्थाने शोच् इति अस्ति, शोच् योगः शप् योगः इति शोचति इति रूपं निष्पन्नं भवति. तत्र किञ्चित् इतोपि विशिष्टकार्यम् अस्ति, अग्रे अग्रिमपरिच्छेदे आयास्यति, इदानीमेव परिशीलयामः. अत्र अग्रे विजयलक्ष्मी भगिनी पठति वा? धातुतः क्रियापदं निर्मातुं द्वादिगणे गुणः भवति, तुदादिगणे गुणः न भवति. गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति. बुध् धातौ अन्तर्भूतः स्वरः उकारस्य गुणः ओकारः इति उपरि स्थिते कोष्टके अस्माभिः दृष्टम्. बुध् धातौ गुणः भवति, अतः बुध् बोध् इति अस्ति. लट् लकारे लटि बोधति इति रूपं. गुणः अस्ति, अतः बुध् धातुः प्रथमे गणे अस्ति, न तु षष्ठमे गणे. वदतु भगिनी, पश् दृश् कुत्र गच्छति दृश् धातु? इदानीम् अत्र किम् अस्ति इति तस्मिन् विषये वदतु भगिनि, इदानीं किम् अस्ति इति वदतु. अत्र धातुतः क्रियापदं निर्मातुं वादिगणे गुणः भवति. भगिनी उक्तवती किल शुच् इति अस्ति, तत्र गुणः भूत्वा उकारस्य ओकारः भवति, शोच् इति भवति, अनन्तरं शप् शप् प्रत्ययस्य अ अवशिष्यते, अ तिङ् प्रत्ययस्य ति शोचति इति भवति, अनन्तरं बुध् धातोः अपि उकारस्य ओकारः भवति, बोध् इति भवति, बोध् अनन्तरं शप् धातोः अ अवशिष्यते, शप् प्रत्ययस्य अ इति अवशिष्यते, बोध् प्लस् अ प्लस् तिङन्तस्य ति बोधति इति भवति. बोधति इति भवति. बुध् धातुः कस्मिन् गणे अस्ति? प्रथमगणे एव, भ्वादिगणे एव. षष्टमे गणे बोधति इति अपि इति एव भवति, षष्टमे गणे यदि आसीत् चेत्. षष्टमे गणे अस्ति चेत् किं भवति? बोधति इति एव भवति. षष्टमे गणे अस्ति चेत् वा? आम्, षष्टमे गणे गुणः न भवति किल. गुणः न भवति, तर्हि किं भवति? बुधति एव भवति स्म, परन्तु अत्र बुध् धातुः तुतादिगणे नास्ति खलु? हा, बुध् धातुः भुवादिगणे अस्ति, अतः गुणः भूत्वा बोधति इति रूपम्. लिक् धातौ अन्तर्भूतः स्वरः ई इकारः. एकक्षणं भगिनि, अन्य कोऽपि पठति इदानीं. धन्यवादः. भवत्याः प्रश्नः दृष्टातोः कृते आसीत् खलु? प्रश्नः कः? दृश् धातोः पश्यति इति रूपम् अस्ति किल. पश्यति दृष्ट्वा अहं तु दिवादिगणे तत्र स्थानम् इति अचिन्तयम्, परन्तु दृश् धातु प्रथमे गणे अस्ति. सत्यं. तत्र दृष्टातोः दृश् इत्यस्य स्थाने विशिष्टसूत्रेण पश्य इति आगच्छति. पश्य इति तस्य स्थाने एव आगच्छति, अतः पश्यति इति दृष्ट्वा यथा भवती उक्तवती न ज्ञातुं शक्नुमः दिवादिगणे अस्ति वा कस्मिन् गणे अस्ति. प्रायः दिवादिगणे अस्ति इति भाति, यतोहि मध्ये य इति अस्ति, परन्तु वस्तुतः अत्र भुवादिगणे एव अस्ति, अतः सर्वत्र ज्ञातुं न शक्नुमः. धन्यवादः भगिनी. हा, धन्यवादः. समीचीनं. तर्हि अत्र अग्रे हरिप्रिया भगिनी अग्रे पठति वा? भगिनी प्रश्न पुनः क्षम्यतां भगिनी, बहु प्रश्नः अस्ति. न चिन्ता नास्ति, वदतु. भवती उक्तवती धातोः अन्ते, यदा धातोः अन्ते स्वर अस्ति इ उ तदनन्तरं द्वयोः स्थाने एकमेव गुणः भवति, किन्तु अत्र सर्वे उदाहरणानि धातुमध्ये अस्ति चेत् किमर्थं भगिनि? सत्यं सत्यम्. अत्र वस्तुतः नियमद्वयम् अस्ति. सम्यक् प्रश्नः भगिनि. अत्र वस्तुतः नियमद्वयम् अस्ति. एकः नियमः अस्ति धातोः अन्ते, इत्युक्ते धातोः अन्ते अत्र उदाहरणमस्ति भू इति धातुः. भू इति धातुः अन्ते कः वर्णः अस्ति? ऊकार, दीर्घ ऊकार. हा, दीर्घ ऊकारः अस्ति. तर्हि तत्र दीर्घ ऊकारस्य गुणः कः? ओ. ओ, तर्हि भू इति भो इति भवति. तर्हि भो इति भूत्वा भो योगः शप् योगः ति, भो योगः अयोगः ति, तत्र किं भवति? ओकारः योगः अकारः वकारः नास्ति अत्र. यान्तावान्तदेशसन्धिः सन्धिं भूत्वा, सन्धिः भूत्वा भोयोगः अयोगः ति, भो इत्यस्य ओकारस्य स्थाने अव् इति आगच्छति. भव् योगः अयोगः ति, भवयोगः ति भवति इति रूपं. तत्र तु धातोः अन्ते अस्ति वर्णः उकारः, अतः तत्र गुणः भवति इति जानीमः. अस्तु अस्तु. इदानीम् अत्र द्वितीयः नियमः कः इति चेत्, धातोः मध्ये अपि स्वरवर्णः अस्ति, इत्युक्ते इकारः उकारः ऋकारः. परन्तु अत्र किं वैशिष्ट्यं किम् इति चेत्, अत्र केवलं ह्रस्ववर्णः एव भवेत्, यत्र धातोः मध्ये स्वरः अस्ति, ह्रस्व इकारः अथवा ह्रस्व उकारः ह्रस्व ऋकारः अस्ति चेत् एव गुणः भवति। तर्हि बुद् इत्यस्मिन् उकारः ह्रस्वः अस्ति, अतः तस्य गुणः भूत्वा भोद् इति भवति, भोद् योगः अयोगः इति भोदति। अतः नियमद्वयम् अस्ति, स्पष्टं वा? अस्तु अस्तु भगिनि, अस्तु धन्यवादः भगिनि। अस्तु अत्र लिखितमस्ति यत् गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे एव गुणः भवति किल, इति धातोः अन्ते उकारः एव अस्ति, च च स्वर नास्ति, च च तु सत्यम्। अतः भ्रमः कुत्र? न न, भ्रमः भ्रमः नास्ति अत्र। अत्र भगिनी पृष्टवती, अहम् उक्तवती धातोः अन्ते स्वरः अस्ति चेत् गुणः भवति, परन्तु अत्र धातोः अन्ते नास्ति, धातोः मध्ये अस्ति, तत्रापि गुणः भवति वा इति प्रश्नः। हा, तत्रापि गुणः भवति। कदा भवति? यदा धातोः मध्ये यः स्वरः अस्ति सः स्वरः ह्रस्वः, इत्युक्ते ह्रस्व इकारः ह्रस्व उकारः ह्रस्व ऋकारः अस्ति चेत् एव गुणः, न तु दीर्घः। इदानीं बूद् इति अस्ति चेत् प्रायः तत्र बूद् इत्यस्य गुणः न भवति। अस्तु लघुपद लघुपद सत्यं सत्यम्, अग्रे आयास्यति। अस्तु, अत्र विनयशर्मा, अत्र गुणस्य गुणस्य विषये नियमद्वयं कः? नियमद्वयं किम्? दिने महोदय अस्ति? अस्तु, अत्र गीताञ्जलि भगिनि भवती एव वदतु। आं भगिनि, अहं प्रयत्नं करोमि। प्रथमनियम, यदा धातोः अन्ते स्वरः अस्ति चेत् द्वयोः स्थाने एकमेव गुणः भवति, यथा भू ऊकारस्थाने अन्ते भो ओकार गुण ओकार भवति, ओकार योगः विकरण प्रत्यय शप् योगः तिङन्त तिङन्त प्रत्यय तिङ् प्रत्यय, क्षम्यतां भगिनि। तदनन्तरम् ओकार अकार यान्तवान्तदेश सूत्रेण बलेन अव आगच्छति, तदनन्तरं भवति अस्ति। नियमद्वयो द्वितीयनियम, यदा धातोः मध्ये अपि ह्रस्व स्वरः अस्ति चेत् तदनन्तरम् अपि गुणसन्धि नास्ति, गुण आगच्छति। यथा बुध् बुध् धातु बकार परे ह्रस्व उकार अस्ति, ह्रस्व उकारस्थाने गुणः ओ आगच्छति, तदनन्तरं बोध इति भवति, बोधयति। सम्यक्, समीचीनं, सम्यक्तया अवगतं भवत्या, समीचीनम्। अस्तु, तर्हि अग्रे सरेम। इदानीम् अत्र भवति एकः प्रश्नः अस्ति, ह्रस्व स्वरः एवम् उकार इकार एव ऋकारः अपि, इकारः उकारः ऋकारः अपि ह्रस्वः अस्ति चेत्, इत्युक्ते धातोः मध्ये ह्रस्वः अस्ति चेत् गुणः भवति, धातोः अन्ते यः यत्किमपि भवतु, धातोः अन्ते ह्रस्वः भवतु दीर्घः भवतु गुणः भवति। अस्तु, अस्तु, समीचीनं। तर्हि अत्र विनयशर्मा महोदय अस्ति वा, अग्रे पठति वा? इति वदनेन तत् तद् तिष्ठति, पश्यतु, ऐ मीन् तद् दृष्टं न किं पुनः जीव् जीव् तत्र तत्र तु न भवति, यतोहि दीर्घः अस्ति, तथा एव तिष्ठति. अस्तु समीचीनं. तर्हि अत्र विनयशर्मा महोदय अग्रे अस्ति वा? अस्तु सन्दीप् महोदय. भगिनी एकमेव प्रश्न लिख् लिख् धातो. हा एकक्षणं महोदय, भगिनी वदतु. गुणः अस्ति चेत् इति संज्ञा अस्ति, गुण गुणक्रिया वदामः चेत् सम्यक् वा भगिनी? गुणः क्रिया, गुणः क्रिया इति, गुणः इति काचित् संज्ञा अस्ति यथा भवती उक्तवती. व्याकरणे गुणः इति काचित् संज्ञा अस्ति, क्रिया इति न वक्तुं शक्यते, केवलं संज्ञा अस्ति. तत्र किञ्चित् कार्यं भवति, गुणकार्यम् इति वक्तुं शक्यते. गुणकार्यम् इति वक्तुं शक्यते, सत्यं समीचीनं. गुणकार्यं गुणकार्यं समीचीनं भगिनि. ओके धन्यवादः. हा अस्तु महोदय. सन्दीप् महोदय. लिक् धातौ अन्तर्भूतः स्वरः ई, इकारस्य गुण एकारः, किन्तु लिक् धातोः लटि लिखति इत्यस्ति न तु लेखति. गुणः न जातः अतः षष्ठे गणे अस्ति. लिख् धातुः यदि भादिगणे अभविष्यत् तर्हि लटि लेखति इति रूपम् अभविष्यत्, तथा नास्ति एव सुदादिगणे अस्ति अतः लिखति इति रूपं भवति. वदतु. किं वदामि न जाने. न अत्र किम् अस्ति, किम् अवगतम्? ओ ओके. लिख् धातु लिखति इति लटि लिखति इति अस्ति अतः वो तुदादिगणे अस्ति, भादिगणे नास्ति, भादिगणे लेखति रूपं भवति अस्ति, तर्हि लेखति इति भवति, गुणः न भवति तुदादिगणे. तुदादिगणे गुणः न भवति, सत्यं समीचीनम्. अत्र लिक् इति धातुः तुदादिगणे अस्ति, तुदादिगणे गुणः न भवति, अतः लिखति इति रूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः, ओ अस्तु अत्र लिक् इति धातौ स्वरः अस्ति, इकारः अस्ति, परन्तु तस्य परिवर्तनं न जातम्, अतः प्रायः अयं धातुः तुदादिगणे अस्ति. यदि भुवादिगणे अभविष्यत् तर्हि लेखति इति रूपम् अभविष्यत्, परन्तु अत्र लेखति इति रूपं नास्ति खलु, लिखति इति एव रूपम्, अतः लिखति इति दृष्ट्वा वयं सम्यक्तया अवगन्तुं शक्नुमः धातुः तुदादिगणे एव अस्ति, यतोहि गुणः न जातः. स्पष्टं वा? स्पष्टं. तर्हि लेखति इति क्रियापदमेव नास्ति खलु? लेखति इति क्रियापदमेव नास्ति, लिखति इति एव अस्ति. यत्र कुत्रापि वयं दृष्टवन्तः, तर्हि दोषः एव स्यात् यतः गणे न भवति इति कारणात्. अत्र लिखति इति लिखति इति रूपम् अस्ति, लिखति इति दृष्ट्वा यदि प्रश्नः अस्ति, ओ अयं धातुः भुवादिगणे अस्ति वा तुदादिगणे अस्ति वा इति प्रश्नः अस्ति चेत् तर्हि लिक् इति दृष्ट्वा एव ज्ञातुं शक्नुमः अत्र रूपं लिखति इति एव अस्ति, न तु लेखति. लिखति इति अस्ति इति कृत्वा धातुः तुदादिगणे एव अस्ति, यतोहि तुदादिगणे गुणः न भवति. अस्तु. उदादिगणे स्वर धातुमध्ये गुणः नास्ति. गुणः नास्ति तुदादिगणे, गुणः न भवति. किमर्थं न भवति तुदादिगणे गुणः, किमर्थं भुवादिगणे गुणः भवति, सर्वम् अग्रे आयास्यति. आयास्य किमर्थं गुणः न भवति इति इदानीमेव आयास्यति, अग्रे अग्रे पठामः इदानीम्. अस्तु अत्र उषा भगिनी अग्रे पठतु. भगिनी भगिनी एकः प्रश्नः भगिनी पृच्छतु. भगिनी कथं जानीमः कदा गुणकार्य गुणकार्य कुर्मः कदा न कुर्मः ल लेख लिखति अग्रे आयास्यति इदानीमेव आयास्यति किञ्चित् एव प्रतीक्षां करोतु इदानीमेव आयास्यति अग्रे पठामः अस्तु उषा भगिनी भगिनी एकं संशयः उत्पन्नः अत्र भवती उक्तवती ह्रस्वैकारम् आगच्छति चेत् अत्र गुणादेशं भवति इति परन्तु अत्र दीर्घ इकारम् आगच्छति क्रीडति इति कथं वयं जानीमः एतत् भुआदिगणे वा अथवा सुदादिगणे वा इति हा उत्तमप्रश्नः यतोहि क्रीड् इत्यस्य इति धातोः मध्ये दीर्घ इकारः अस्ति अतः तत्र क्रीडति इति दृष्ट्वा न ज्ञातुं शक्नुमः भुआदिगणे अस्ति वा तुदादिगणे अस्ति वा यत्र यत्र कुत्रापि तादृशक्लेशः अस्ति तत्र धातुपाठं दृष्ट्वा एव ज्ञातुं शक्नुमः अथवा क्रीडति इति रूपं बहु प्रसिद्धरूपम् अस्ति अतः अत्र प्रायः भुआदिगणे एव स्यात् अस्तु तर्हि उषा भगिनी अग्रे पठति अपि न ज्ञातुं शक्नुमः खलु न ज्ञातुं शक्नुमः पठति अपि परन्तु पठति इति प्रसिद्धरूपम् अतः भुआदिगणे सत्यं सत्यं सत्यम् अग्रे उषा भगिनी कृष् इत्यस्य धातुद्वयम् अस्ति एकः कृष् धातुः भुआदिगणे अस्ति अपरः कृष् धातुः तुदादिगणे अस्ति भुआदिगणे कृष् धातोः कर्षति इति रूपं लटि ऋकारस्य गुणः अ किल अतः कृष् कर्ष् भुआदिगणे किन्तु तुदादिगणे अन्तर्भूतः कृष् धातुः लटि कृषति इति नाम ऋकारस्य गुणः तत्र न भवति वदतु लटि इत्युक्ते किं भवति किं लट् लकारः इति अर्थः कृष् इत्यस्य धातुद्वयम् अस्ति कृष् धातोः एकः कृष् धातु भुआदिगणे अस्ति भुआदिगणे भुआदिगणे कृषति न भुआदिगणे कर्षति कर्षति अस्ति क किमर्थं कर्षति कर्षति शप् विकर्णप्रत्ययः अस्ति शप् न न एकक्षणं भगिनि कृष् इति कथं कर्ष् इति भवति कृष् इति धातु कर्ष् इति रूपं लट्लकारे कर्षति अस्ति न भगिनि हा कथं कर्षति इति परिवर्तनं भवति गुणः भवति किल खलु गुणः कर्षति कृष् उकारस्थाने अत्र कृष् इत्यस्मिन् कीदृशवर्णः अस्ति ऋकारः अस्ति भवानी हा ऋकारः अस्ति ऋकारस्य गुणः कः अर् अर् सः कर्षति इति रूपं लटि अस्ति हा समीचीनम् ऋकारस्य गुणः अखिल अर् अखिल अर् किल अर् किल ओके ऋकारस्य गुणः अर् किल अतः कृष् कर्ष् भुआदिगणे किन्तु तुदादिगणे अन्तर्भूतः कृष् धातुः लटि अन्तर्भूतः कृष् धातुः कृष्यति इति तुदादिगणे अपि न नटति तुदादिगणे कृषति इति भवति तुदादिगणस्य विकरणप्रत्ययः अस्ति अ कृषति किन्तु कृषति इति रूपं रूपं लटि कृषति इति नाम रूपस्य गुणः तत्र न भवति तुदादिगणे गुणः न भवति परन्तु भुआदिगणे गुणः भवति हा समीचीनं तर्हि कृषति इति रूपं पश्यामः चेत् वयम् अवगन्तुं शक्नुमः ओ अत्र गुणः नास्ति अतः धातुः तुदादिगणे अस्ति इति ज्ञातुं शक्नुमः कर्षति इति रूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः कृष् धातोः कर्षति इति रूपं कथम् आगतम् इति चेत् तत्र गुणः जातः हा इति रूपं दृष्ट्वा अत्र ज्ञातुं शक्नुमः यत्र धातोः मध्ये स्वरः अस्ति ह्रस्वस्वरः तर्हि तत्र गुणः अस्ति न वा इति दृष्ट्वा ज्ञातुं शक्नुमः अस्तु समीचीनं धन्यवादः तर्हि अग्रे अत्र रमा भगिनी पठति वा भगिनी इन् सेकेण्ड् लैन् उकारस्य गुणः ऋकारस्य गुणः अर् अर् तत्र रेपः अपि अस्ति अकारस्य अनन्तरं रेपः अस्ति प्रायः स्क्रीन् मध्ये सम्यक्तया न दृश्यते परन्तु रेपः अपि अस्ति अर् अत्र पूर्वं कोष्टकमस्ति खलु टेबल् मध्ये पश्यति चेत् ऋकारः ऋकारः स्थाने अर् इति आगच्छति टेबल् मध्ये अर् क्लियर् लैक् इक्वल् टु या या अर् अर् अर् इति ऋकार इन् द प्लेस् आफ् ऋकार अर् कम्स् अर् इस् द गुण अस्तु अग्रे रमाबाई पठ्य पठति वा रमाबाई रमाबाई हा रमाबाई अस्तु भगि बौद्धिगणे गुणः सर्वत्र न भवति तर्हि कुत्र भवति कुत्र न भवति इति प्रश्नः सरलतया उक्तं चेत् कस्मिंश्चित् धातौ इकारः इकारः उकारः उकारः उकारः रूकारः येषु स्वरेषु एतद् अस्ति चेत् तस्य स्वरस्य गुणः भवति किन्तु तावदेव वदामः चेत् कुत्रचित् दोषः भवति अतः सम्यक्तया अवगमनार्थं किञ्चित् इतोपि वक्तव्यम् अस्ति अत्र मुख्यतः नियमद्वयम् अस्ति पठामि वा न तावत् वदतु भगिनि बौद्धिगणे सर्वत्र गुणः भवति इति न वक्तुं शक्यते कुत्र भवति कुत्र न भवति इति प्रश्नः भवति सरलतया उक्तं चेत् केचन धातोः धातौ इकारः ईकारः उकारः उकारः ऋकारः रूकारः एतेषु स्वरेषु एतद् अस्ति चेत् तस्य स्वरस्य गुणः तत्र भवति किन्तु तावदेव वदामः चेत् न वदामः चेत् न इति एव उत्तरमस्ति कुत्रचित् दोषः भवति इत्युक्ते तत् सम्पूर्णकथा नास्ति सम्पूर्णकथा नास्ति यतोहि अत्र नियमद्वयम् अस्ति यथा पठामि वा न तावद् भगिनि धन्यवादः अग्रे अत्र महादेवन् महोदय पठतु मन्ये किमर्थं गुणः भवति भवादिगणे न तु तुजादिगणे अस्ति किल पूर्वतने पाठे अस्माभिः ज्ञातं यत् विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति न तिष्ठन्ति यतः तेषां वर्णानां संज्ञा भवति कुतः प्रश्नः अस्ति वा न न न पञ्चम अस्ति किल न प्रश्नः नास्ति अ इति आरभ्य पठतु भुवादिगणे धातोः अन्तिमवर्णः इ इ उ उ ततः आरभ्य पठतु तस्मिन् कोऽपि प्रश्नः नास्ति हा हा पठतु तत्र अ इति भागात् आरभ्य पठतु अ इति अस्ति खलु भुवादिगणे धातोः अन्तिमवर्णः इकारः ईकारः ततः आरभ्य पठतु भवादिगणे धातोः अन्तिमवर्णः इ अस्ति किल भवादिगणे धातोः अन्तिमः वर्णः इ इ उ उ अस्ति चेत् तस्य वर्णस्य गुणः भवति उदाहरणं भु भो भवति जि जे भवति तृ सर् भवति भवादिगणे धातोः उपदा इ उ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः. अन्तिमवर्णस्य पूर्वं यः वर्णः अस्ति तस्य नाम उपधा. उदाहरणं बुध् अर्थात् बुधः बोध् भवति. अन्तिमवर्णः इद् तस्य पूर्वम् उ अस्ति अतः बोध् भवति. कर्ष कर्ष कृष कृष अस्ति किल कृष कर्ष भवति. इर् अर् भवति. अत्र बुधजातो उकारः उपधाः उपधा कृष् धातौ धातौ ऋकारः उपधा साधु देयं यत् दीर्घः स्वरः उपधा चेत् तस्य गुणः न भवति. किन्तु यदि उपधा दीर्घः भवति चेत् तत्र गुणः न भवति. जीव उदाहरणं जीव तत्र उपधा ई अस्ति अतः गुणः न भवति. जीव जीवति एव अस्ति. समीचीनं सत्यं समीचीनं समीचीनमस्ति. तर्हि अत्र अत्र एव धन्यवादः महोदय. अत्र एव नियमद्वयमपि दत्तमस्ति. अत्र भू इति धातोः धातोः अन्ते दीर्घ उकारः अस्ति. तत्र ह्रस्वः भवतु दीर्घः भवतु उभयत्र गुणः भवति. भू इत्यस्य गुणः भूत्वा भो इति भवति. जी इत्यस्मिन् अन्ते ह्रस्व इकारः अस्ति तत्रापि गुणः भवति. जे इति भवति. सृ इति ह्रस्वऋकारः अस्ति तत्र गुणः भूत्वा सर् इति भवति. अतः धातोः अन्ते ह्रस्व इकारः अथवा दीर्घ इकारः ह्रस्व उकारः दीर्घ उकारः ह्रस्वऋकारः दीर्घ ऋकारः यत्किमपि भवतु गुणः भवति. परन्तु इदानीम् अत्र उपधा नाम किम्? अत्र प्रिया भगिनी वदति वा उपधा नाम किम्? उपधा इत्युक्ते अलवर्णः पूर्वं यत् वर्णः अस्ति तत् उपधा भवति. अल्वर्णः इत्युक्ते अत्र कुत्र भवेत् अल्वर्णः? अन्तिम हल् वर्णस्य पूर्वं. हा अन्तिम अल् वर्णः. अन्तिम हल् इति एव नास्ति. अन्तिम यत्किमपि वर्णः यः कोऽपि वर्णः अन्ते यः कोऽपि वर्णः अस्ति तस्मात् पूर्वं यः वर्णः अस्ति सः वर्णः उपधा. तस्य उपधा इति संज्ञा अस्ति नामकरणं. सम्यक्. इदानीम् अत्र कृष् इति धातुः अस्ति चेत् उपधा कः? ऋकारः अस्ति. ऋकारः. हा अस्तु. बुद्ध इति धातुः अस्ति चेत् उकारः अस्ति. हा जी इति धातुः अस्ति चेत् दीर्घ ईकारः. न जी इति धातुः तस्य उपधा एव नास्ति तत् अन्तिमवर्णः अस्ति. न न न जी इति जकारः वा? हा जकारः एव उपधा. हा भू इति धातौ? बकारः. हा सम्यक् सम्यक्. सर्वे अवगतवन्तः खलु उपधा नाम किम्? उपधा नाम का? मन्ये भू इति धातु अस्ति किल तत्र उपधा भकारः. भकारः भू भू धातु भ भ भथ भकारः तत्र वर्ण. हा वर्णद्वयमस्ति भकारः योगः ऊकारः. तर्हि भकारः एव उपधा. अस्तु अस्तु समीचीनम्. अन्तिमवर्ण अन्तिमवर्णस्य पूर्व यत् वर्णः अन्य अक्षरः. हा सत्यम्. उपधा नाम नाम. सत्यं सत्यं समीचीनम्. अन्तिमवर्णात् पूर्वं यः वर्णः तस्य नाम अस्ति उपधा. अस्तु तर्हि अत्र उपधायां यः वर्णः अस्ति इत्युक्ते सः वर्णः ह्रस्वः अस्ति चेत् एव गुणः भवति. दीर्घः अस्ति चेत् गुणः न भवति. अस्तु साधु साधु हा अस्तु एकः प्रश्नः अस्ति भगिनि तुदादिगणे यत् एकक्षणं महोदय भगिनी वदतु तुदादिगणे एतद् उदाहरणं यत् दत्तमस्ति अत्र मिल् लिख् क्षिप् कृष् सामान्यतया ह्रस्व स्वरः एव उपधा भवति वा दीर्घः अपि भवितुम् अर्हति तत्र तुदादिगणे तु गुणः एव न भवति खलु आम् आम् अतः तत्र न कोऽपि क्लेशः अत्र ह्रस्वः भवतु दीर्घः भवतु यत्किमपि भवतु गुणः एव न भवति तुदादिगणे अतः तथा एतावत् तिष्ठति दीर्घ उपधा अपि भवति दीर्घ उपधा अपि भवितुम् अर्हति तादृशधातुः अस्ति वा इति द्रष्टव्यं परन्तु तत्र न कोऽपि क्लेशः अस्तु अस्तु भगिनि धन्यवादः महोदय मन्ये क्षम्यतां भूधातु भवती उक्तवती भूतधातु तकारान्त अस्ति अन्तिमवर्ण अतः उपधा अस्ति दीर्घमस्ति अतः गुणः न भवति किन्तु भू भव कथं भवतु तत्र भवति भूत् इति नास्ति महोदय धातुः भूत् इति नास्ति भू इति एव धातुः भू इति धातुः धातोः अन्ते दीर्घ उकारः अस्ति चेदपि गुणः भवति धातोः अन्ते ह्रस्वः भवतु दीर्घः भवतु गुणः भवति परन्तु उपधायां ह्रस्ववर्णः अस्ति चेत् एव गुणः अस्तु किन्तु भू कथं भवति भूयोगः शप् योगः ति तत्र तत्र कः वदति सावित्री भगिनी वदतु भूयोगः शप् योगः ति तत्र किं भवति न न एकक्षणं भगिनि पुष्पा भगिनि सावित्री भगिनी वदतु अत्र विजयलक्ष्मी भगिनी वदतु भूधातोः गुणः भो इति भवति शप् इति प्रत्ययस्य अकारः योगं कृत्वा भव इति यान्तवान्त आदेशः भवति भोयोगः अयोगः ति तत्र ओकारः योगः अकारः सन्धिकार्यं भवति यान्तवान्तादेशसन्धि ओकारः योगः धन्यवादः धन्यवादः भगिनि अत्र दीर्घ दीर्घ ईकारः वा दीर्घ उकारः वा अस्ति चेत् उपधाया कथं जानीमः एतद् तुदादिगणेयां न न ज्ञातुं शक्नुमः अतः एव धातुपाठं दृष्ट्वा अवगन्तुं शक्नुमः दृष्ट्वा एव हा हा दृष्ट्वा एव नो चेत् प्रसिद्धधातुः अस्ति चेत् अवगन्तुं शक्नुमः अस्तु भुवादिगणे अस्ति इति अभ्यासेन ज्ञातुं शक्नुमः वारं वारं तस्मिन् विषये चिन्तनं कुर्मः अथवा तस्मिन् विषये कुत्रचित् पठामः अथवा जानीमः चेत् तत्र अवगच्छामः अस्तु धातुः भुवादिगणे एव अस्ति इति यतोहि भुवादिगणे एकसहस्रं दातवः सन्ति अतः बहवः दातवः सन्ति अतः प्रायः भुवादिगणे अस्ति इति ऊहां कर्तुं शक्नुमः अस्तु तर्हि अग्रे अत्र वेङ्कटरामन् महोदय अग्रे पठति वा भगिनी एकः प्रश्नः भगिनि हा भगिनी भवती उक्तवती तुदादिगण गणस्य गुणकार्यं न भवति इति एकं नियम् अस्ति भगिनि इदानीमेव आगच्छति किमर्थं गुणः भवति भुवादिगणे न तु तुदादिगणे इति अस्ति गीताञ्जलि भवती एव पठतु भवती पठितवती वा पूर्वं हा भवती पठितवती पूर्वम् अस्तु अस्तु इदानीम् अत्र वेङ्कटरामन् महोदय अस्तु अस्तु मान्ये पठामि चत्वारः भागः पञ्चमभागः किमर्थं गुणः भवति भुवादिगणे न तु तुदादिगणे पूर्वतनपाठे अस्माभिः ज्ञातं यत् विकरणप्रत्ययेषु केचन वर्णाः सन्ति येन तिष्ठन्ति न तिष्ठन्ति यतः तेषां वर्णानाम् इत्संज्ञा भवति इत्संज्ञा इति कारणतः तेषां लोपः भवति येभिः इत्सम्यकः वर्णकः किञ्चित् विशिष्टं कार्यं निर्दिष्टं भवति कीदृशं कार्यम् इति सम्प्रति पश्यामः अग्रे पठामः वा हा तावत् वदतु गतकक्षायां वयं ज्ञातवन्तः विकरणप्रत्ययः गणस्य निर्माणं कर्षति अनन्तरं शप् इत्यस्य उदाहरणार्थं वादिगणे वादिगणस्य विकरणप्रत्ययः शप् इति शप् विकरणप्रत्यये शकारपकारयोः द्वयोः लोपः भवति यवर्णः लोपः भवति सवर्णः इत् सम्यकः वर्णः इति निर्दिश्यते परन्तु इत्सम्यवर्णकः लोपात् अनन्तरमपि किञ्चित् कार्यं भवति कीदृशं कार्यं कीदृशं कार्यम् इति वयं पश्यामः सत्यं समीचीनं सम्यक् इत्युक्ते अत्र विकरणप्रत्यये ये ये वर्णाः सन्ति ते सर्वे वर्णाः न तिष्ठन्ति अत्र क्रियापदं पश्यामः चेत् शप् इति विकरणप्रत्ययः अस्ति भवति इति रूपं दृष्ट्वा तत्र केवलम् अकारः एव अस्ति अतः तत्र प्रश्नः अस्ति शकारः पकारः पूर्वम् आसीत् इदानीं नास्ति किं जातं तत्र शकारपकारयोः लोपः अभवत् शकारपकारयोः इत्संज्ञा भवति इति संज्ञा अस्ति नामकरणमस्ति यथा मम नाम विद्या इति अस्ति एवमेव शकारस्य इत् इति संज्ञा पकारस्यापि इत् इति संज्ञा नामकरणमस्ति तर्हि तत्र व्याकरणलोके एतादृश एतादृशपद्धतिः अस्ति यत्र केचन वर्णानाम् इत्संज्ञा भवति एकक्षणं भगिनि केचन वर्णानाम् इत्संज्ञा भवति तर्हि तादृशवर्णानां लोपः अपि भवति तर्हि प्रश्नः उदेति किमर्थं तर्हि पाणिनिना किमर्थं शप् इति उक्तवान् केवलम् अ इति एव वक्तुं शक्यते खलु किमर्थं शप् इति उक्तवान् इति चेत् तत्र शकारपकारयोः यद्यपि द्वयोः वर्णयोः लोपः भवति तथापि तयोः कार्यमस्ति किञ्चित् कार्यमस्ति कीदृशकार्यम् इति इदानीं पश्यामः अस्तु वदतु भगिनि हा हा अत्र वेङ्कटरामन् महोदय कृपया म्यूट् करोतु हा धन्यवादः अस्तु इदानीं सम्यक् अस्ति वा आं भगिनि हा अस्तु अस्तु तर्हि अग्रे सावित्री भगिनी पठतु सावित्री भगिनी अस्ति वा अस्तु मीना भगिनी अग्रे मीना भगिनी अस्तु श्रीवल्ली भगिनी पठति वा अग्रे अस्तु रमा भगिनी रमा शिवरामन् अहं पठामि वा मीना भगिनी रमा रमा भगिनी पठतु हा पठतु भुवादिगणे विकरणप्रत्ययः शप् इति जानीमः शप् नाम शकारः योग अकारः योग पकारः लटि केवलम् अकारः तिष्ठति इत्युक्तौ शकारपकारयोः वर्णयोः लोपः भवति द्वौ अपि वर्णौ गच्छतः गमनानन्तरं नामलोपानन्तरम् इष् षकार पकार च किञ्चित् कार्यं कुरुतः लोपानन्तरं कथं कार्यं स्यात् इति चेत् व्याकरणे कश्चन नियमः अस्ति यत् वर्णस्य लोपानन्तरमपि तस्य लक्षणं तिष्ठति तस्य सङ्केतः तिष्ठति तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम् इति चेत् विकरणप्रत्यये षकार इत्यस्य कार्यं गुणस्य कृते प्रेरयति धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति विकरणप्रत्यये फकार इत्यस्य कार्यम् इप् नास्ति चेत् गुणस्य कृते अवरोधं करोति फकारम् अस्ति चेत् गुणस्य न कोऽपि अवरोधः वदतु शप् नाम विकरणप्रत्ययः अस्ति षकारः पकारः लोपः भवति अतः अकारः एव तिष्ठति परन्तु लोपः भवेत् चेत् अपि तस्य सङ्केतः तिष्ठति सङ्केतः अस्ति अकार अन्ते कथं लिखति कथं सूचना मम न अवलोक अवगच्छति ऐ काण्ट् अण्डर्स्टाण्ड् न सम्यक्तया उक्तवती सम्यक्तया बहु सम्यक्तया उक्तवती अन्ततो गत्वा किमस्ति तत्र शकारपकारः किमर्थम् अस्ति इत्यस्य कृते अन्तिमवाक्यद्वयं पठतु विकरणप्रत्यये षकार इत्यस्य कार्यं गुणस्य कृते प्रेरयति गुणः भवति इति अस्ति धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति गुणं भवति तदनन्तरं विकरणप्रत्यये इप् पकार इत्यस्य कार्यम् इप् नास्ति चेत् पकार नास्ति चेत् गुणस्य कृते अवरोधं करोति य न जानामि हा अवरोधम् इत्युक्ते बाधा इत्युक्ते प्रथमसोपाने शकारः अस्ति चेत् गुणस्य कृते प्रेरयति इत्युक्ते गुणः भवतु इति वदति शकारः अस्ति चेत् गुणः भवतु इति वदति तदनन्तरं पकारः अस्ति चेत् किं भवति इति चेत् पकारः अस्ति चेत् अस्तु गुणः भवतु अत्र न कापि बाधा नास्ति नो ऑब्स्टिकल्स् यु केन् हाव् द गुण पकारः अस्ति चेत् परन्तु पकारः नास्ति चेत् गुणः न भवति गुणस्य कृते बाधा अस्ति केवलं शकारः अस्ति पकारः नास्ति चेत् गुणः न भवति तदनन्तरं एकगणे श प्रत्यय अस्ति अतः दिस् एक्स्प्लेनेशन् सत्यं सत्यं बहु सम्यक् सत्यं तदेव यत्र केवलं शकारः अस्ति तत्र केवलं गुणस्य कृते प्रेरणा अस्ति परन्तु गुणकार्यं न भवति यतोहि पकारः नास्ति अतः बाधा अस्ति बाधा अस्ति अतः गुणः न भवति केवलं शकारः अस्ति चेत् केवलं प्रेरणा एव अस्ति गुणकार्यं न भवति यतोहि पकारः नास्ति परन्तु भुवादिगणे पकारः अपि अस्ति शप् इति अस्ति शकारः अपि अस्ति पकारः अपि अस्ति अतः तत्र प्रेरणा अपि अस्ति गुणस्य कृते प्रेरणा अपि अस्ति अपि च बाधा अपि नास्ति अतः गुणकार्यं भवति इदानीम् अत्र बालानां बोधाय एतादृशविवरणम् अत्र अस्ति अग्रे गत्वा सूत्रं दृष्ट्वा वयम् अवगन्तुं शक्नुमः किमर्थं गुणः भवति किमर्थं गुणः न भवति तदर्थं सूत्राणि सन्ति अत्र अवरोधः इति वदामः अत्र अवरोधः इति अस्य कृते सूत्रमस्ति तेन सूत्रेण बाधा अस्ति इत्युक्ते अत्र यत्र पित् नास्ति तत्र बाधा अस्ति इति तादृशसूत्रमस्ति अस्तु स्पष्टं वा धन्यवादः भगिनि स्पष्टम् अस्तु समीचीनम् भगिनि शकारपकार अस्ति चेत् गुणकार्यं भवति सत्यं धन्यवादः केवलं शकारः अस्ति चेत् गुणः न भवति समीचीनम्. अग्रे अत्र मीना भगिनी पठति वा? महोदय, महादेवन् महोदय, भवतः दूरवाण्यां प्रतिध्वनिः अस्ति महोदय, यदा भवान् न वदति कृपया म्यूट् करोतु. लटि लटि लटि केवलम् अकारं तिष्ठति इति उक्तं. लटि लटि प्रयोगं लट् लट् पदस्य सत्त्वविभक्ति वा? हा सत्यं, लट् सत्यं, लट् लटि लटि साधु अस्ति किल? सत्यं, लट् लकारे इति अर्थः, लट् लकारे इति अर्थः. अर्थः साधु, किन्तु प्रयोगं लट् लट् प्रातिपदिकं वा? लट् इति प्रातिपदिकं, हलन्तप्रातिपदिकं. महोदय कृपया म्यूट् करोतु. हा समीचीनम्. अग्रे अत्र मीना भगिनी अस्ति वा? अस्मि भगिनि. हा पठतु. द्वादिगणे विकरणप्रत्ययः शप् इति जानीमः. शप् नाम शकार योग अकार योग पकारः. अभवत् भगिनि, अग्रे भुवादिगणे श अस्ति, अतः गुणस्य कृते प्रेरणा. भुवादिगणे श अस्ति अतः गुणस्य कृते प्रेरणा अस्ति. पकार अपि अस्ति अतः गुणस्य कृते न कोऽपि अवरोधः, अतः गुणः भवति. कृष् योग शप् क्षोगति कर्षति इति भवति. पकारलोभ शकारलोभ कृष् कृष् योग अति कर्षति. सुधादिगणे विकरणप्रत्ययः श इति अस्माभिः ज्ञातं. श नाम शकार योगः. तर्हि किं किं भवति? शकारः गुणस्य कृते प्रेरयति, परन्तु सुधादिगणे विकरणप्रत्ययः केवलं शः नाम नाम पकारः नास्ति. पकारः नास्ति चेत् गुणस्य कृते अवरोधः इति उक्तम्, अतः गुणः न भवति. कृष् श इति कृषति इति एव भवति, तत्र गुणः न भवति. शकार श एव पकारो नास्ति चेत् सुधादिगणे श एव विकरणप्रत्ययः. पकार नास्ति चेत् पकार नास्ति चेत् गुण अवरोधः भवति. शकार अस्ति चेत् गुणप्रेरणा भवति. सम्यक्, समीचीनम्. तर्हि पकारः अस्ति चेदेव गुणः भवति. यद्यपि शकारः अस्ति सुधादिगणे, परन्तु पकारः नास्ति इति कृत्वा गुणः न भवति, तत्र बाधा अस्ति. अतः यत्र शकारः अपि अस्ति पकारः अपि अस्ति तत्रैव गुणः भवति, यथा अत्र भुवादिगणे. कृष् इति धातुः भुवादिगणे अस्ति, तत्र शकारः अपि अस्ति पकारः अपि अस्ति विकरणप्रत्यये, अतः कर्षति इति रूपं भवति. परन्तु कृष् इति धातुः तुदादिगणे, तत्र शकारः अस्ति श इति विकरणप्रत्ययः, श इत्यस्मिन् पकारः नास्ति, अतः केवलं गुणस्य कृते प्रेरणा अस्ति, परन्तु बाधा अस्ति. पकारः नास्ति इति कृत्वा बाधा अस्ति, अतः गुणः न भवति. तर्हि कृषति इति एव रूपम्. एतावता स्पष्टं वा? अस्तु समीचीनं. हा अग्रे श्रीवल्ली भगिनी पठति वा? अस्तु, अत्र प्रिया भगिनी. अस्तु भगिनि. धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत् गुणस्य प्रसक्तिः नास्ति, अतः तत्र भवादिगणे अस्ति वा तुदादिगणे अस्ति वा इति वयं ज्ञातुं न शक्नुमः. उदाहरणार्थं फट् फटति, फत् पतति, त्यज् त्यजति, वद् वदति इत्यादीन् धातून् तु गुणाधारेण न ज्ञातुम् अर्हामः. किन्तु लोके एकः मार्गदर्शकः अस्ति. आधिक्येन प्रसिद्धः अकारयुक्तः धातुः अस्ति चेत् भवादिगणे अस्ति. नाम एतादृशः अकारयुक्तः धातुः परिचितः अस्ति चेत् प्रायः भवादिगणे स्यात्. अपवादः अस्ति छल् धातुः. लटि चलति अयं धातुः प्रसिद्धः सुधादिगणे न तु ध्वादिगणे. अत्र धातोः अकार उपदा अकारस्वरः अस्ति चेत् तत्र गुणस्य प्रसक्तिः एव नास्ति. गुणस्य प्रसक्तिः नास्ति इति कारणेन किञ्चित् न अवगन्तुं शक्यते भवादिगणे अस्ति वा तद् धातु तुतादिगणे अस्ति वा इति. किन्तु एकः मार्गदर्शकः अस्ति. सामान्यतया आधिक्येन धातुः भवादिगणे एव अस्ति. एतादृशधातुः अकारयुक्तः धातुः इति संज्ञा वा न तु नाम एव वा नाम एव अस्ति. परन्तु अत्रापि अपवादः अस्ति. यत् छल् धातुः अस्ति तत्तु भवादिगणे नास्ति तुदादिगणे अस्ति. धातुगणः पश्यामि चेत् धातुपाठः पश्यामि चेत् एव अवगन्तुं शक्यते इति लिखितमस्ति. सत्यं सत्यं. बहुत्र तत्र अकारान्तधातुः अस्ति. बहुत्र तत्र इत्युक्ते अत्र उपदायां ह्रस्व अकारः एतत्र पट् अथवा पत् त्यज् ते सर्वे अपि भुवादिगणे एव सन्ति. परन्तु अत्र अपवादः चल् इति धातुः यद्यपि उपदायां ह्रस्वकारः अस्ति तथापि भुवादिगणे नास्ति परन्तु तुतादिगणे अस्ति. अतः कुत्रचित् भ्रमः भवितुम् अर्हति. तदर्थं धातुपाठं दृष्ट्वा अवगन्तुं शक्यते. भगिनी संज्ञा नाम भेदः किं? द्वयमपि समानं पर्यायवाचिपदमस्ति संज्ञा अथवा नाम. अथवा अकारयुक्तः अपि संज्ञानां संज्ञा अस्ति. हा अकारयुक्त इत्युक्ते अकारः नाम एतादृशधातुः यत्र अकारः अस्ति अकारः अस्ति इति तावदेव. अत्र किमपि विशिष्टसंज्ञा अथवा विशिष्टनामकरणं नास्ति इत्युक्ते उपदायां ह्रस्व अकारः अस्ति इति तावदेव. अस्तु भगिनी चन् इति प्रथम गणे अपि अस्ति इति अस्ति वा? आम् प्रथम षष्टमगणे विलसने इति अस्ति. प्रथमे गणे चल् इत्युक्ते हा हा अत्र अत्र बहवः धातवः सन्ति. चल् इति धातुद्वयम् अस्ति. भुवादिगणे अपि अस्ति तुदादिगणे अपि अस्ति चुरादिगणे अपि अस्ति. चल् इति चालयति इति अस्ति. हा हा हा हा हा अतः अत्र तत्र भ्रमः भवितुम् अर्हति. चल् इति धातुः एव वयं पश्यामः चेत् भुवादिगणे अपि अस्ति तुदादिगणे अपि अस्ति. अतः चलति इति अर्थं दृष्ट्वा वाक्यस्य सन्दर्भानुसारम् अर्थं दृष्ट्वा एव ज्ञातुं शक्नुमः अत्र कस्मिन् अर्थे अस्ति इति. भगिनि एकवारं स्वरूप महोदय वदतु धातु सर्वे गणानाम् अपि अस्ति इति. केचन दातवः बहवः गणानां सत्यं भगिनि सत्यं. केचन दातवः बहवः गणेषु अन्तर्भूतः. अस्तु तर्हि अग्रिमपरिच्छेदं पठित्वा समापयामः. अत्र मिहिर् महोदय पठति वा? आं भगिनि अहं पठामि. प्रश्नः उदेति यत् महोदय ध्वनिः भवतः ध्वनिः न श्रूयते महोदय. सम्यक्तया न श्रूयते न श्रूयते महोदय. हरि ओम् मोदी भवतः ध्वनिः न श्रूयते महोदय. सम्यक्तया न श्रूयते. भवति हलो न श्रूयते महोदय पुनः वदतु हा हरि ओम् हरि ओम् हलो महोदय कृपया म्यूट् करोतु भवतः ध्वनिः न श्रूयते हा म्यूट् करोतु कृपया अत्र तङ्गलक्ष्मी महोदय भगिनी पठतु प्रश्नः हलो महोदय कृपया भगिनी पठतु अस्तु प्रश्नः उदेति यत् येषां धातूनां गुणा प्रतिध्वनिः आगच्छति भगिनि हा सर्वे कृपया म्यूट् कुर्वन्तु य न पठति प्रश्नः उदेति यत् येषां धातूनां गुणप्रसङ्ग नास्ति एव तेषां केन आधारेण भुवादिगणे तुधादिगणे वा इति निर्णयः यथा पट् धातु किमर्थं भुवादिगणे चल् धातु किमर्थं तुधादिगणे प्रत्युत्तरं प्राप्यते शत्रन्तप्रकरणे भुवादिगणे शत्रुप्रत्ययस्य संयोजनेन स्त्रियां नामागमः नकारः सर्वत्र भवति बालिका वदन्ति गच्छति माता खादन्ति चिन्तयति भुवादिगणे स्त्रियाम् अयं नकारः सर्वदा भवति परन्तु तुधादिगणे अयं नकारः वैकल्पिकः बालिका चलति चिन्तयति बालिका चलन् चलन्ति चिन्तयति बालिका चलन्ति चिन्तयति वा भुवादौ तुधातौ च अयं भेदः सर्वत्र अस्ति शत्रन्तपदेषु भुवादौ नुमागमः नित्यः तुधातौ च वैकल्पिकः प्रश्नः आगच्छति अत्र एषां केन उदाहरणेन भुवादिगणे तुदादिगणे वा इति निर्णयं कर्तुं प्रश्नः आगच्छति यथा पट् धातु किमर्थं भुवादिगणे चल् धातु किमर्थं तुदादिगणे इति प्रश्नः आगच्छति अत्र उत्तरं द्रष्टुं शत्रुप्रत्ययस्य संयोजनेन शत्रुप्रत्ययस्य संयोजनेन स्त्रियां नकारः सर्वत्र भवति बालिका वदन्ति चलति माता खादन्ति चिन्तयति तत्र भुवादिगणे स्त्रियाम् अयं नकारः सर्वदा भवति परन्तु तुदादिगणे अयं नकारः न आगच्छति वैकल्पिकः इत्युक्ते एकस्मिन् पक्षे भवति एकस्मिन् पक्षे न अस्तु अस्तु आगच्छति अथवा न आगच्छति तदर्थं किल चलन्ति चलन्ति अथवा चलति चलति चलति वैकल्पिकः बालिका चलति चिन्तयति बालिका चलन्ति चिन्तयन्ति वा भुवादौ तुदादौ च अयं भेदः सर्वत्र अस्ति शत्रुप्रत्ययं यत्र आगच्छति चेत् तत्र स्त्रीनकारप्रत्ययं यत्र आगच्छति चेत् तत्र भुवादिगणम् यत्र वैकल्पिकः अस्ति चेत् तत्र तुधादिगणं समीचीनं तदर्थम् अत्र गणद्वयम् अस्ति आम् अत्र गणद्वयं किमर्थम् अस्ति इति चेत् अत्र अयम् एतदपि कारणम् अस्ति गणद्वयस्य कृते यतोहि स्त्रीलिङ्गे नुमागमः नित्यम् अस्ति शत्रन्तरूपस्य भ्वादिगणे नुमागमः नित्यम् अस्ति स्त्रियां परन्तु तुधादिगणे विकल्पेन अस्ति एकस्मिन् पक्षे भवति अपरस्मिन् पक्षे न भवति अतः रूपद्वयम् अस्ति सुदादिगणे सुदादिगणे सत्यं सत्यम् अग्रे धन्यवादः अग्रे अत्र सूर्यकुमारी भगिनी पठति वा अग्रिमवाक्यं आम् अन्तिमवाक्यं उपयुक्तगुणकार्यस्य प्रक्रिया कीदृशी इत्यस्य ज्ञानार्थं सूत्रसहितं स्पष्टीकरणम् अग्रिमे पाठे पश्येम सत्यम् अत्र इदानीम् अत्र स्थूलरूपेण वयं दृष्टवन्तः गुणकार्यं कुत्र कुत्र भवति इति अग्रे गत्वा सूत्रसहितदृष्टिः अपि अग्रे गत्वा वयं ज्ञास्यामः अस्तु अस्तु धन्यवादः अत्र शीतल् भगिनी अत्र सारांशरूपेण वदति वा कुत्र गुणः भवति कुत्र न भवति शीतल् भगिनी वदतु कुत्र गुणः भवति भवादिगणे भवादिगणे यदि लघु उपदा लघु उपदा भवति अथवा इकाराय अकारयोग इकार इकार वा अकारयोग उकार उकार वा अकारयोग अकारः नास्ति भगिनि अत्र अकारः नास्ति अत्र गुणसन्धौ यथा भवति तथा एव अत्र भवति इति उक्तवती परन्तु अत्र अकारः नास्ति केवलम् इकारः अथवा ईकारः अस्ति धातोः अन्ते अथवा उकारः अथवा ऊकारः ऋकारः अथवा ऋकारः अस्ति धातोः अन्ते तदा गुणः भवति अपि च उपदायां अपि च उपदाय लघु लघु उपदा ह्रस्व उपदा अस्ति तर्हि गुणः अस्ति तत्रापि गुणः भवति हा साधु सम्यक् अस्तु तर्हि अत्र पाठः अपि समाप्तः समयः अपि जातः कोऽपि प्रश्नः वा एतावता मान्ये अहं मम एकां प्रेरणामपि प्रेरयामि अस्मिन् वर्गे बहु ध्वनि ध्वनिः अस्ति यदा महोदया पाठयति सर्वेपि अत्र तूष्णीं मध्ये म्यूट् मध्ये स्थापयितुं शक्नुमः सत्यं सर्वे कृपया भवती एव तत्र भवती एव अनन्तरम् एका महिला अपि पाठयितुं प्रयत्नं कृतवती तद् मास्तु भवती एव पाठनीयं हा हा सत्यं सत्यं भवत्या एव पाठनीयं वयं तत्र तूष्णीं मध्ये तिष्ठामः सत्यं सत्यं समीचीनम् इति मम प्रेरणा इति मम प्रेरणा अस्तु अस्तु सम्यक् सम्यक् अत्र सर्वे येन वदन्ति कृपया म्यूट् मध्ये एव तिष्ठन्तु येन प्रतिध्वनिः न भवेत् अपि च सर्वेषां सौलभ्यं भवति अस्तु अस्तु धन्यवादः धन्यवादः महोदय अस्तु तर्हि तर्हि विरमामः धन्यवादः नमस्कारः धन्यवादः नमस्कारः धन्यवादः